पद्मपुराणं खण्डं 6 उत्तरखण्डम् अध्यायं 150 महादेव उवाच जम्बूतीर्थं ततो गच्छे स्नानार्थं पापनाशनं कलिकाले च यत्पुंसां स्वर्गसोपानवस्थितं यत्र जाम्बवदापूर्वं दशाङ्गे पर्वतोत्तमे स्थापितं वृक्षराजेशं लिङ्गं सुरगणार्चितं रामेण हि यदा पूर्वं हतो वै रावणोऽसुरः तदा जाम्बवदादिक्षु भैरीघोषैः प्रकोषितं जितं वै रामचन्द्रेण रावणो निहतो रणे लब्ध्वा सीतेदि सङ्खुष्य स्नातं तीर्थवरे शुभे स्थापितं तत्र लिङ्गं तु स्वनाम्नादु सुरेश्वरी तत्र स्नात्वा नरसद्य स्मृत्वा रामं सहानुजं जाम्बवं तेश्वरं स्नात्वा रुद्रलोके महीयते यत्र यत्र हि भो देवि श्रीरामस्मरणं कृतं भवबन्धविमोक्षो हि दृश्यते स चराचरे अहं रामस्तु विज्ञेयो रामो वै रुद्र एव च एवं ज्ञात्वा तु दे देवि न भेदो वर्तते क्वचिद् राम रामेदि रामेदि मनसा ये जपन्ति च तेषां सर्वार्थसिद्धिश्च भविष्यति युगे युगे अहं हि सर्वदा देवि श्रीरामस्मरणं चरे यं श्रुत्वा तु पुनर्देवि न भवो जायते क्वचिद् काश्यां हि निवसन्नित्यं श्रीरामं कमलेक्षणं स्मरामि सततं देवि भक्त्या च विधिपूर्वकम् जाम्बवदा तदा पूर्वं स्मृत्वा रामं सुशोभनं जाम्बवन्तमिति ख्यातं प्रस्ताप्य जगदां गुरुं तत्र स्नात्वा च भुक्त्वा च कृत्वा देवस्य पूजनं शिवलोकमवाप्नोति यावदिन्द्राश्चतुर्दश अत्र हि स्नानमात्रेण यथा जाम्बवदो बलं तथा वै बलमाप्नोति श्रीविश्वेशप्रसादतः अत्र गत्वा तु भूदानं पुमान्यश्च करोति वै फलं सहस्रगुणितं जाम्बवं देश दर्शनाद इति श्रीपाद्मे महापुराणे उत्तरखण्डे उमामहेश्वरसंवादे जाम्बवदतीर्थमाहात्म्यं नाम 50 अधिकशततमोऽध्यायः ॐ